नमस्कारः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अद्य नूतनविषयः अस्ति सानिवद् भावः इति। अत्र प्रेरणार्थे निचि इति प्रसङ्गे एव अत्र सानिवद् भावः इति विषये चर्चा भवति। प्रसङ्गः प्रसङ्गप्राप्तः इति कृत्वा अस्य विषये वयं पठामः। अत्र सूत्रमस्ति सानिवद् आदेशो अनल् विदौ इति सूत्रं। तर्हि पुनः एकवारम् आरम्भतः पठामः। तर्हि अत्र अनिमा भगिनी पठति वा? स्थानिवत् आदेशो अनल् विदौ इति सूत्रे भागद्वयमस्ति इति ततः आरभ्य। नमस्कारः भगिनी, उषा अस्मि। नमस्कारः भगिनि। मध्ये करपत्रस्य मध्ये तत्र भूजल् व्योहेर्दिः शाहौ इति ततः अनन्तरं तर्हि सानिवद् भावः इत्युक्ते कः इति द्रष्टव्यं। प्राप्तं वा? करपत्रं प्राप्तं वा? इति सूत्रे भागद्वयं प्राप्तं। क्षम्यतां, स्थानिवत् आदेशो नल् विधौ इति सूत्रे भागद्वयम् अस्ति। प्रथमम् आदेशः स्थानिवद् भवति, नाम स्थानिनि ये गुणाः सन्ति ते आदेशे अपि उपस्थिताः भवन्ति। द्वितीयं, कश्चन विधिः आदेशस्य अनन्तरं भवति चेत् अपि च स च विधिः स्थानिसम्बद्ध अल्वर्णम् आश्रित्य प्रवर्तनीयः इति चेत् आदेशः स्थानिवद् न भवति। अस्मिन् सूत्रे विधानमपि तावत् अस्तु। इदानीं यः कोऽपि आदेशः भवति तत् आदेश स्थानिनः एव आदेशः भवति किल प्रथमं। सो स्थानिनि ये ये गुणाः सन्ति तत् आदेशे अपि भवति, परन्तु यत् अल् अक्षरमाश्रित्य यः कोऽपि विधिः या कोऽपि विधिः भवति तत् आदेशस्य न भवति इति उक्तम्। समीचीनं समीचीनम्। एकक्षणं, तत्र सूत्रमस्ति सानिवत् आदेशः अनल् विदौ इत्यत्र पदविच्छेदं कृत्वा वदतु एकवारं, तत्र कति पदानि सन्ति? स्थानिवत् आदेशः अनल् विधौ त्रीणि पदानि सन्ति। स्थानिवत् इति तु अव्ययमस्ति, स्थानिवत् इत्यस्य विग्रहं किम्? मतुप्रत्ययः इति नास्ति, वतिप्रत्ययः। किं भगिनि? वतिप्रत्ययः, वति। ओ, वति अस्ति वा? अस्तु। स्थानं यस्य अस्ति इति तादृशं वा? न, स्थानिना तुल्यः वर्तते, स्थानिना तुल्यः वर्तते इति स्थानिवत्। अस्तु अस्तु। रामः कृष्णवत् कार्यं करोति, कृष्णेन रामेण तुल्यं सः कार्यं करोति इति स्थानिनः तुल्यं स्थानिवत् अस्तु। देवदत्तः ब्राह्मणवत् अधीते, देवदत्तः ब्राह्मणवत् अधीते इति वयं वदामः चेत् अत्र क्रियया तौल्यं कुत्र इति चेत् क्रियया सह वर्तते, क्रियया सह तौल्यं। देवदत्तः ब्राह्मणवत् अधीते इत्युक्ते ब्राह्मणः यथा अध्ययनं करोति तथा देवदत्तः अपि करोति इति तत्र क्रियया सह तत्र तौल्यं वर्तते। एवम् अत्र स्थानिवत् वर्तते, स्थानिना तुल्यः वर्तते आदेशः, आदेशः स्थानिना तुल्यः वर्तते। तत्र स्थानिनि ये गुणधर्माः सन्ति ते धर्माः आदेशे अपि भवन्ति, स्थानिना तुल्यः वर्तते आदेशः। अस्तु, स्थानिवत् इति पदस्य अर्थः अवगतः, आदेशः स्थानिवत् भवति। तर्हि अनल् विदौ इत्यस्य इत्यत्र विश्लेषणं करोतु। अनल् विदौ न अल्विधिः इति, न अल्विधिः, न अल्विधिः इत्यत्र कीदृशसमासः? नञ्ञ तत्पुरुष, तर्हि तत्र अर्थद्वयम् अस्ति, अर्थद्वये किं स्वीकर्तुं शक्यते? ओ प्रसज्य प्रतिषेधः तादृशं वा? अस्तु. अन्य कोऽपि विधिः भवति परन्तु अल् विधिः न भवति इति अस्ति. सो तर्हि कीदृशम्? प्रसज्य प्रतिषेधः न, अन्यत् किम् अस्ति भगिनि? पर्युदासः. पर्युदासः भवति. पर्युदासः अस्ति चेत् तत्र किं कथं वदामः? निषेधस्य न, एकनिमिषम्, क्रिया भवतु इति अस्ति, किमपि कार्यमस्ति तत् भवतु परन्तु अस्मिन् सन्दर्भे न भवतु इति अस्ति. तत्तु प्रसज्यप्रतिषेधः. प्रसज्यप्रतिषेधः इत्युक्ते आदेशः सर्वत्र सानिवद् भवति परन्तु अल् विधिः अस्ति चेत् न भवति, क्रियया सह अन्वयः. अल् विधिः चेत् न भवति. अस्तु, तर्हि प्रसज्यप्रतिषेधः. प्रसज्यप्रतिषेधः. तर्हि पर्युदासः इति वक्तव्यं चेत् तद् तद् निषेधस्य प्राधान्यमेव तत्र भवति, तद् मा भवतु इति. न न, निषेधस्य प्राधान्यं नास्ति, तत्र भावस्य प्राधान्यम्. भावस्य प्राधान्यम् इत्युक्ते किं? तत्र कथं वदामः? अल् विधि भिन्नस्थले सानिवद् भवति इति वदामः. अल् विधि भिन्नस्थले सानिवद् भवति इति वयं वदामः चेत् तत्र विधानस्य प्राधान्यम् खलु. यत्र अल्विधिः नास्ति तत्र स्थानिवद् भवति इति वयं वदामः, परन्तु अत्र निषेधस्यापि प्राधान्यम् अपेक्षितमस्ति खलु. अल्विधिः अस्ति चेत् न भवति इत्यपि वक्तव्यं, निषेधः इत्यपि वक्तव्यम्. अल्विधि भिन्नस्थलेषु भवति इत्यत्र यः तत्र यत् प्राधान्यं वर्तते तादृशप्राधान्यं निषेधे अपि वर्तते इति कृत्वा प्रसज्यप्रतिषेधः इति स्वीकुर्मः. यतोहि आदेशः स्थानिवद् भवति इत्यपि विधानमपि अस्ति, निषेधः अपि अस्ति. निषेधः अल् विधिः चेत् न भवति इति निषेधः अपि अस्ति इति कृत्वा प्रसज्यप्रतिषेधः इति स्वीकर्तुं शक्यते. अस्तु. तर्हि अत्र भवती उक्तवती स्थानिवत् भवति इत्युक्ते स्थानि इति वयं सर्वे जानीमः खलु. स्थानि नाम कः? यस्य स्थाने किमपि भवति, कार्यं भवति. हा, स्थानि इत्युक्ते सामान्यलोके स्थानि इत्युक्ते किम्? यः स्थाने अस्ति. स्थानि इत्युक्ते तत्र स्थानमस्ति. अहं कुत्रचित् उपविशामि चेत् तत् स्थानमस्ति खलु. स्थानमस्ति. परन्तु अत्र व्याकरणे स्थानं नाम किम्? यत्र कार्यं भवति. यत्र आदेशः विधीयते तत् स्थानि अथवा सः स्थानि. यत्र आदेशः विधीयते तदर्थं तत्र किम् अवगन्तव्यम् इति चेत् स्थानि इति वयं वदामः चेत् तत्र आदेशः अपि भवेत्. यस्य स्थाने आदेशः भवति सः एव स्थानि. तर्हि स्थानि अस्ति, तस्य स्थाने केनचित् सूत्रेण आदेशः भवति. अतः अत्र एकं सूत्रम् अपेक्षितं येन स्थानिनः स्थाने आदेशः भवति. तर्हि एकं सूत्रमस्ति, एकेन सूत्रेण किमपि कार्यं जायते तदानीं वयं चिन्तनं कुर्मः अत्र स्थानिवद् भवति वा न वा इति चेत्, सामान्यतया आदेशे स्थानिनी ये गुणधर्माः सन्ति ते धर्माः आदेशे अपि भवन्ति. तर्हि आटोमेटिक् ट्रान्स्फर् इत्युक्ते पुत्रः कस्यचित् पितुः पुत्रः अस्ति चेत् पितुः धनं सर्वम् आटोमेटिक्लि पुत्रे आगच्छति खलु. इदानीं इन्हेरिटेन्स् भवति खलु, आटोमेटिक् ट्रान्स्फर्. एवम् अत्रापि स्थानिनि ये गुणधर्माः ते धर्माः आदेशे अपि भवन्ति इति सामान्यनियमः अस्ति. तर्हि स्थानिनि के के गुणधर्माः भवितुम् अर्हन्ति? धातुत्वं, विभक्तित्वं, तादृशं यत् सामान्यधर्माः सन्ति ते सर्वे. आम्, सामान्य ये ये धर्माः सन्ति ते सर्वे अपि आदेशे अपि भवन्ति. स्थानि धातुः अस्ति चेत् आदेशः अपि धातुः, स्थानि प्रत्ययः अस्ति चेत् आदेशः अपि प्रत्ययः, प्रत्ययः यः कोऽपि प्रत्ययः, तद्धितप्रत्ययः, तिङ्प्रत्ययः, सुप्रत्ययः, कृत्प्रत्ययः, तर्हि स्थानि प्रत्ययः अस्ति चेत् आदेशे अपि प्रत्ययत्वम् आयाति, स्थानि अङ्गं चेत् तत्र आदेशः अपि अङ्गं, स्थानि अव्ययं चेत् आदेशः अपि अव्ययम् इति एवं रीत्या स्थानिनि ये ये गुणधर्माः ते सर्वे अपि आदेशे भवन्ति इति सामान्यतया अवगच्छन्तु. इदानीं कुत्र न भवति इति प्रश्ने सति तत्र स्थानिनि ये अल्वर्णधर्माः एकवर्णमाश्रित्य ये धर्माः सन्ति इत्युक्ते जलादित्वम्, अजादित्वम्, अजन्तत्वम् इति एवं रीत्या आदित्वम् अन्तत्वम् इति ये धर्माः सन्ति तादृशधर्माः आदेशे न भवन्ति. तदेव अलाश्रितधर्मः, अलाश्रितः अल्वर्णम् आश्रित्य यः धर्मः, अलाश्रित् अल् इत्युक्ते तत्र सर्वे वर्णाः, स्वराः, व्यञ्जनानि सर्वे वर्णाः, तादृशवर्णम् आश्रित्य धर्मः स्थानिनि अस्ति चेत् सः धर्मः आदेशे न भवति. इदानीम् अस् इति धातुः अस्ति, अस् इति धातुः अस्ति, तत्र धात्वादेशः भवति, भू इति आदेशः भवति, अस् धातोः स्थाने भू इति आदेशः भवति. इदानीम् अत्र धन्यवादः भगिनी, इदानीम् उमा भगिनी वदतु, भू इति आदेशे के के धर्माः आगच्छन्ति? इदानीम् अस्योगः अस्योगः किं तप्रत्ययः, अस्योगः तप्रत्ययः, इदानीम् अस् अस् स्थाने भू आदेशः भवति अस्तेर्भुः इति सूत्रेण. तर्हि भू इति आदेशे के के धर्माः आयान्ति प्रथमतया वदतु, अस् इत्यत्र के के धर्माः सन्ति? धर्माः इत्युक्ते प्रत्ययत्वं, धातुत्वम्, अङ्गत्वम्. अस् इति धातुः, अत्र अस् धातु, अन्ये के के धर्माः, अन्ये के के धर्माः, अस् इति धातुत्वम् उत्तमम्. अनन्तरं इदानीं त प्रत्ययः अस्ति खलु, प्रत्ययः अस्ति चेत् किं भवति धातोः? प्रत्ययः तिङ् प्रत्ययः. न न, तप्रत्ययः अस्ति, तप्रत्ययः अस्योगः तप्रत्ययः, तप्रत्ययः अस्ति चेत् अस्ति इत्यस्य का संज्ञा भवति? प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नाम किम्? अङ्गं. तर्हि अङ्गम् इति अपि धर्मः अस्ति खलु? तर्हि अस् इत्यत्र धातुत्वम् इति धर्मः अस्ति, अङ्गत्वम् इति धर्मः अस्ति. अस् इत्यत्र आदौ यः कः वर्णः? झटिति इति वक्तव्यम्, अस् इत्यत्र आदौ कः वर्णः? किमर्थं तो अस् इत्यत्र आदौ कः वर्णः? न न, अस् इत्यत्र आदौ कः वर्णः भगिनी, सरलः प्रश्नः, अस् इत्यत्र आदौ कः वर्णः? तावदेव, अकारः अस्ति आदौ, अकारः अस्ति इति चेत् वयं किं वदामः? अजादिः इति वदामः खलु, अजादित्वम् इति धर्मः. अन्ते अन्ते सकारः अस्ति चेत् तत्र कीदृशधर्मः? हलन्तत्वम् इति धर्मः, हलन्तत्वम् इति धर्मः, अथवा जलन्तः इति धर्मः. जलन्तः भवितुम् अर्हति खलु, सकारः जल् प्रत्याहारे अस्ति, अतः जलन्तः इति धर्मः, हलन्तः इति धर्मः, अथवा सकारान्तः इति धर्मः. तर्हि तर्हि बहवः धर्माः सन्ति खलु अस्तित्यत्र, तर्हि एतेषु धर्मेषु अल्वर्णम् आश्रित्य धर्मः के के धर्मः, अल्वर्णम् आश्रित्य धर्मः हलन्त जलन्त सकारान्तः इति एवं रीत्या एते धर्माः अल् आश्रितधर्माः खलु. एते धर्माः भू इति आदेशे न भवन्ति. भू इति आदेशे एकक्षणम् भू इति आदेशे वयम् अजादित्वम् अध्यारोपयामः, अध्यारोपयितुं न शक्नुमः. अजादित्वं भू इति आदेशे अध्यारोपयितुं न शक्नुमः, परन्तु तत्र धातुत्वम् इति अध्यारोपयितुं शक्नुमः. यतोहि आदेशे धातुत्वम् अस्ति इति कृत्वा भू इति आदेशः अपि धातुः, अस् इति अङ्गम् अस्ति इति कृत्वा भू इति अपि अङ्गम्, परन्तु अस् अजादिः अस्ति, परन्तु भू इत्यस्मिन् अजादित्वम् अध्यारोपयितुं न शक्नुमः. अस् जलन्तः अस्ति, भू इति आदेशे जलन्तत्वम् अध्यारोपयितुं न शक्नुमः. तर्हि तानिवत् आदेशो अनल्विदौ इत्यत्र भागद्वयम् वर्तते. अलाश्रितधर्मान् वयम् अध्यारोपयितुं न शक्नुमः, अन्ये धर्माः ये सन्ति तेषाम् अध्यारोपः भवति आदेशे. अवगतम्? अवगतम्. सर्वैः कृतं? कोऽपि प्रश्नः अस्ति वा? एतावत् अवगतं वा? एतत् न अवगतं चेत् इदानीमेव वदन्तु, यतोहि अग्रे गत्वा झाटिल्यं भवति, भ्रमात्मकं भवति. भगिनी अस् इति अदादिगणे अस्ति, अदादिगणस्य शपः लुक् भवति, तदपि तस्य गुणः धर्मः अस्ति खलु, न वा? कुत्र शपः लुक् इति वा? अर्धातोः सार्वधातुके प्रत्यये परे शपः लुक् भवति, अर्धधातुके परे न भवति खलु. आम्, अर्धधातुके परे अस्तेर्भू इति वा? शप् इति प्रत्ययस्य लुक् भवति इति कृत्वा इदानीं स्थानिकः शपः लुक् भवति, अतः स्थानि तु शप् अस्ति. हा, स्थानि शप् अस्ति, अतः स्थानिनि शप् शपे शप् शप् शपि के के धर्मः? विकरणप्रत्ययत्वं, प्रत्ययत्वं, प्रत्ययत्वं यदा लुक् भवति तदानीमपि प्रत्ययत्वं तु अस्ति. अपि च सार्वधातुकप्रत्ययत्वं, हा तदपि अस्ति, तत्सर्वम् अस्ति. पित् अपि अस्ति, पित्वमपि अस्ति, पित्वमपि अस्ति, तत्सर्वं भवति. परन्तु शप् इत्यत्र यदा विक किं निरनुबन्धरूपम् अकारः, अजादित्वम् अध्यारोपयितुं न शक्नुमः आदेशे. अवगतम्, अवगतम्. अस्तु, तर्हि अत्र स्थानिवत् आदेशो अनल्विदौ इत्यत्र भागद्वयं वर्तते. सामान्यतया स्थानिनि ये धर्माः सन्ति ते धर्माः आदेशे अपि भवन्ति, परन्तु स्थानिनि ये अलाश्रितधर्माः इत्युक्ते अल्वर्णम् आश्रित्यधर्माः ते धर्माः आदेशे न भवन्ति. मया तु आदित्वम् अन्तत्वमेव स्वीकृतं, परन्तु मध्ये अस्ति चेदपि भवितुम् अर्हति, स्मर्तव्यं. मया आदिः अन्तः इति उक्त्वा केवलम् आदिः अन्तस्य विषये एव इति नास्ति, मध्ये कश्चन वर्णः अस्ति इति चिन्तयतु. धातौ इदानीं तत्र किम् अस्ति, किं उपादायाः न अत्र इदानीं पाटि इति धातुः अस्ति, अजन्त किं निजन्तधातुः पाटि. पाटि इत्यत्र मध्ये आकारः वर्तते, आकारः तादृश आकारत्वम् अपि तत्र आकारत्वमपि धर्मः अस्ति. पाटि इत्यस्य धर्मः मध्ये यः आकारत्वं, तादृश आकारत्वमपि आदेशे न भवन्ति. अतः आदिः अन्तः इत्येव नास्ति, यत्र कुत्रापि आदे स्थानिनि ये ये वर्णधर्माः सन्ति अलाश्रितधर्माः ते सर्वे आदेशे न आगच्छन्ति इति स्पष्टीकर्तुमिच्छामि. अस्तु, इदानीं प्रश्नः नास्ति चेत् अग्रे गच्छामः. अस्तु तर्हि इदानीं प्रश्नः तु नास्ति, प्राब्लम् अस्ति. प्राब्लम् अस्ति वा? अहं न प्राप्तवान् स्थानिवत् द्वितीयभागः, स्थानिवत् आदेश अनविधौ द्वितीयभागः अहं न प्राप्तवान्. द्वितीयभागः ओ न 15 6 6-15 मया प्रेषितं खलु ईमेल् द्वारा, ईमेल् प्राप्तं वा? न, ईमेल् न प्राप्तं, यथा मम ईमेल् समाससम्बन्धे आसीत्, परन्तु अत्र व्याकरणसम्बन्धे न प्राप्तं. न प्राप्तं, विनयशर्मा अहम् इदानीं प्रेषयन्ती अस्मि, पश्यतु. ओके, ईमेल् मध्ये चतुर्थबिन्दुः भगिनि, यदि ईमेल् न प्राप्तं तत् कथम्? अस्तु इदानीं प्रेषितं, पश्यतु. धन्यवादः. अस्तु, किमस्ति भगिनि? अत्र यदुक्तम् अवगतवती, केवलं पूर्वं प्रसज्यप्रतिषेधः इति उक्तं खलु अत्र स्थानिवतादेशो अनल्विधौ इत्यत्र, तत् कथम् इति किञ्चित् क्लेशः अस्ति. अपि च अनल्विधौ इति वदामः चेत् अत्र परनिमित्त इति नास्ति इति भावयामि, केवलं विषयसप्तमी अस्ति वा परसप्तमी इति अस्ति वा इति? अनल्विधौ इति न, परसप्तमी इति नास्ति, विषयसप्तमी एव. विषयसप्तमी एव खलु? तर्हि प्रसज्यप्रतिषेधः इति कथं निर्णीतः इति? परनिमित्तम् अपेक्षितं वा प्रसज्यप्रतिषेधः इति वक्तव्यं चेत्? इत्युक्ते परनिमित्तं किमर्थम् अपेक्षितम्? इत्युक्ते अत्र निमित्तं यत् अस्ति तस्य आधारेण एव अनल्विधौ इति वदामः चेत् परनिमित्तं यत् अस्ति तादृशविधिः न न न न परनिमित्तम् इति किमर्थम्? इदानीम् अहं वदामि अब्राह्मणम् आनय, अब्राह्मणम् आनय इत्यत्र किं कुत्र अस्ति परनिमित्तं? तत्र प्रसज्यप्रतिषेधः अपि भवितुमर्हति, परिदासः अपि भवितुमर्हति. अब्राह्मणम् आनय इति वदामि चेत् भवती किम् आनयति? ब्राह्मणं विहाय अन्यत् अन्यः पुरुषः अथवा एवम् आनयति चेत् तत्र पर्युदासः अस्ति, पर्युदासः अस्ति. ब्राह्मणभिन्नम् आनयति. यदि तत्र ब्राह्मणं न आनय इति एव स्वीकरोति चेत् तत्र किमपि न आनयति, तत्र प्रसज्य प्रतिशतः सत्यं समीचीनं. तावदेव, अत्रापि अत्र किमपि परनिमित्तं किमपि नापेक्षितम् अत्र तादृशं नास्ति. अत्र एतत्तु विधिसूत्रं नास्ति, स्थानिवत् आदेशो अनल्विधौ इति विधिसूत्रं नास्ति. परिभाषासूत्रम् अस्ति वा? परिभाषासूत्रमेव. अस्तु, तर्हि प्रसज्यप्रतिषेधः इति चेत् अत्र कोऽपि विधिः नास्ति चेदपि स्थानिवत् आदेशः भवति इति एव स्वीकर्तव्यम्. हा तृतीयकाले विधिः नास्ति चेदपि आदेशः अस्ति चेत् स्थानिनि ये धर्माः ते धर्माः आदेशे अपि भवन्ति. विधिः अस्ति वा नास्ति वा नास्ति वा किमपि भवतु आदेशे सर्वे धर्माः भवन्ति. परन्तु यत्र विधिः अस्ति यत्र विधिः अस्ति तत्र अलाश्रितधर्माः न भवन्ति न भवतु. अस्तु अस्तु भगिनि धन्यवादः. अस्तु तर्हि इदानीं विनयमहोदय प्राप्तं वा विनयमहोदयेन प्राप्तं वा? अहं पश्यामि अत्र आन् ऐपेड् स्थानीवत् भावः नम्बर् 15 मध्ये अस्ति मध्ये पश्यामि अस्मिन् सूत्रे विद्यमानमपि अस्ति अस्मिन् सः अत्र स्थानीवत् इति सूत्रे भागद्वयम् अस्ति स्थानीवत् भवति अग्रिमपरिच्छेदे तर्हि सामान्यतया आदेशः स्थानीवत् भवति स्थानीवत् अस्मिन् सूत्रे विधानमपि अस्ति अस्मिन् सूत्रे अस्मिन् सूत्रे विधानम् अपि अस्ति स्थानीयभावः निषेधः अपि अस्ति अतिदेशसूत्रमस्ति यतो हि यस्य आदेशस्य स्वभावः तथा नास्ति स्थानी इव न तस्य आदेशस्य स्वभावः स्थानी इव अध्यरोप्यते. परिभाषासूत्रमपि अस्ति यतोहि स्वयं किमपि कार्यं न करोति विधिसूत्राणां सहायं करोति स्थानीयभावः यदि न अभविष्यत् तर्हि कार्य न स्यात्. जस्ट् वन् एट् मन्त् भगिनि कोऽपि अन्य किमपi वक्तुम् इच्छति वा अत्र किं ज्ञातं न अत्र साधारणतया तु अहं किञ्चित् जानामि अल्विधि अपि च अनल्विधि सम्बन्धे न साधारणतया इति मास्तु अस्मिन् परिच्छेदे किम् अस्ति तद् वदतु. अत्र प्रश्नः उदेति श्नै अवगच्छामि. अस्मिन् सूत्रे विधानम् अपि अस्ति स्थानिवत् भावः विधानं निषेधः अपि अस्ति स्थानिवत् भाव निषेधः अतिदेशसूत्रमस्ति यतोहि यस्य आदेशस्य स्वभावः तथा नास्ति स्थानी इव न अतिदेशसूत्रमस्ति यतोहि यस्य अर्थात् आदेशस्य स्वभावः तथा नास्ति स्थानी इव न अर्थात् यदि आदेशस्वभावः स्थानीयस्वभावः न भवति व्यवस्था यत्र स्वभावः नास्ति अर्थात् यदि प्रत्ययः अस्ति प्रत्ययस्य स्वभावः अपेक्षितः धातुस्वभावः अपेक्षितः यदि अहं सम्यक्तया अवगच्छामि तदनन्तरं तस्य आदेशस्य स्वभावः तथा स्थाने एव अध्यारोप्यते स्पष्टतया. यदि स्वभावः अस्ति अर्थात् यदि धातुः स्वभावः अस्ति तर्हि एव अध्यारोपणं भवति अन्यथा न भवति. अल आधारेण अध्यारोपणं भवति. अन्य विषयः परिभाषा सूत्रमपि अस्ति परिभाषासूत्रमपि अहं किञ्चित् दृष्टवान् परिभाषाप्रकरणम् इत्यादि परिभाषासूत्रमपि अस्ति यतोहि स्वयं किमपि कार्यं न करोति किमपि कार्यं न करोति विधिसूत्राणां सहायां करोति. यथा सूत्र अस्ति अच्छा परस्मिन् पूर्वविधौ यदि वयम् अत्र अचार्य परसंपूर सम्बन्धे वदामः विधिसूत्रसहायं करोति स्थानिवद्भावः यदि न अविष्यत् तर्हि कार्यं न स्यात्. स्थानिवद्भावः न अविष्यत् कार्यं न स्यात् स्पष्टतया. परन्तु स्थानिवत् भाव एकविषयः, यदि स्थाने अन्तरतं वदामः तर्हि तु अपि स्थाने अस्ति, अविदा आदेशः अस्ति. स्थाने अन्तरतम अन्तर्गत स्थाने अस्ति अपि आदेशः अस्ति. परन्तु किमर्थं स्थाने अन्तरतमः इति वदति अत्र? अत्र स्थाने अन्तरतमः इत्यस्य कः न केवलं भावस्थाने अहं वदामि, कोऽपि अन्य कोऽपि उद्देश्यः नास्ति. अत्र भावः अपेक्षितः, स्थानिवत् आदेश अनल् विधौ भावः अपेक्षितः. अल् विधान अल् अर्थात् वर्ण, तत्र भावः नास्ति. परन्तु अत्र अनल् भावः अपेक्षितः, भावा विना अध्यरूपता अध्यरूपा न भवति. सम्यक् सम्यक् अस्तु, धन्यवादः. सम्यक् सम्यक् समीचीनं, धन्यवादः. सम्यक् सम्यक्. तर्हि अत्र अत्र किम् अस्ति इति चेत्, अत्र स्थानिवत् आदेशः अनल् विधौ इति अस्ति. स्थानिवत् आदेशः इति वयं वदामः चेत् तत्र विधानम् अस्ति, तत्र आदेशः स्थानिवत् भवति इति विधानम् अस्ति. अनन्तरम् अनल् विधौ इति वदामः चेत् अल् विधौ न भवति इति निषेधः अपि अस्ति. स्थानिवत् तत्र वत् प्रत्ययः अस्ति इति कृत्वा अध्यारोपः अस्ति, अतिदेशः अस्ति. स्थानिनी ये धर्माः सन्ति ते धर्माः आदेशे अपि भवन्ति इति अध्यारोपः अस्ति, अतिदेशः अपि अस्ति. इदानीं परिभाषासूत्रमपि अस्ति. किमर्थमिति चेत् सर्वत्र इदं सूत्रं न प्रवर्तते. यत्र अपेक्षितं तत्र सर्वत्र तत्र प्रवर्तते. इत्युक्ते स्थानिनी ये धर्माः सन्ति ते धर्माः आटोमेटिक्लि आदेशे आगच्छन्ति. अतः यत्र अपेक्षितं, यत्र तादृश अपेक्षा वर्तते, तत्र परिभाषासूत्रं कार्यं करोति. यत्र अनियमः अस्ति तत्र नियमकारिणी भवति इति कृत्वा परिभाषासूत्रमस्ति. तर्हि अत्र विधानम् अपि अस्ति कार्यस्य, इत्युक्ते स्वतन्त्रतया कार्यं न करोति, स्वतन्त्रतया कार्यं न करोति. यत्र आवश्यकता वर्तते तत्र अत्र विधानमपि अस्ति. स्थानिवद्भावस्य विधानम् अस्ति परिभाषाबलेन. यत्र निषेधः अपेक्षितः तत्र निषेधः अपि भवति, यत्र स्थानिवद् भवति तत्र अध्यारोपः भवति इति. एवं रीत्या अस्य सूत्रस्य बहूनि कार्याणि सन्ति. अवगतम्? अस्तु, तर्हि इदानीम् अग्रे अरविन्द महोदय पठितुम् इच्छति वा? केवलं शृणोमि भगिनि, केवलं शृणोमि. अस्तु अस्तु, तर्हि इदानीं ततः अग्रे तत्र कः अरुणा भगिनी पठतु. आं भगिनि, अनेन सूत्रेण सामान्यतया आदेशः स्थानिवत् भवति. अस्तस्थलेषु स्थानिवद्भावः भवति. काशिकायाम् एतदर्थं वाक्यमस्ति, दात्पङ्गकृत्तद्धित अव्यय सुप्तिङ्गपद आदेशः. अनेन सूत्रम् अस्ति स्थानिवत् आदेशः सप्तविधः सन्ति, दाः सन्ति. प्रथमं स्थाने अत्र एक काशिकायां एकवाक्यमस्ति, धातु अङ्गकृत् तद्धित अव्यय सुप्तिं पद आदेशः. अग्रे पठतु. स्थानि धातुः, स्थानी धातुः अस्ति चेत् तस्य स्थाने आदेशः भवति, धातुः भवति. ओके, धातु अत्र वाक्यम् अन्यवाक्यं वदति किं किं कुत्र कुत्र तत् भवति इति चेत् धातु प्रथमं स्थाने धातुः अस्ति चेत् तस्य स्थाने आदेशः अपि अध्यारोप आदेशः अपि धातुः भवति. द्वितीयमस्ति स्थाने अङ्गस्य अस्ति चेत् अङ्गमस्ति चेत् अङ्गमस्ति चेत् तस्य स्थाने आदेशः अपि अङ्गं भवति. तृतीयमस्ति स्थाने कृत् प्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि कृत् प्रत्ययः भवति. स्थाने तद्धितप्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि तद्धितप्रत्ययः भवति. स्थाने अव्ययम् अस्ति चेत् तस्य स्थाने आदेशः अपि अव्ययं भवति. स्थाने सुप्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि सुप्रत्ययः भवति. स्थाने तिङ्प्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि तिङ्प्रत्ययः भवति. स्थाने पदम् अस्ति चेत् तस्य स्थाने आदेशः अपि पदं भवति. विवरणं कर्तव्यं. तर्हि सामान्यतया आदेशः स्थानिवत् भवति. स्थानिवद्भावं कुत्र भवति इति प्रश्नः. येन एकः स्पष्टविचारः मनसि आगच्छेत् न भगिनि, एतत् यत् पठितं तस्य विवरणं करोतु. ओके भगिनि, अत्र प्रश्नः अस्ति कुत्र कुत्र स्थानिवद्भाव आदेशः स्थानिवत् यत्र यत्र भवति कुत्र कुत्र भवति इति चेत् धातु स्थाने आदेशः अस्ति चेत् आदेशः धातु धर्माः अपि आदेशे आद्यारोप्यते. तदेव स्थाने अङ्गम् अस्ति चेत् अत्रापि तस्य आदेशः अङ्गधर्माः एव आरोपितम्. स्थाने कृत् प्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि कृत् प्रत्ययधर्माणि वर्तते. स्थाने तद्धितप्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः तद्धितप्रत्ययधर्माणि आद्यारोपते. स्थाने अव्ययम् इति चेत् तस्य स्थाने आदेशः अपि अव्ययं भवति. स्थाने सुप्रत्ययः अस्ति चेत् तदेव तस्य स्थाने आदेशः अपि सुप्रत्ययधर्माणि सन्ति. स्थाने तिङ्प्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि तिङ्प्रत्ययधर्माणि अध्यारोपते. स्थाने पदम् अस्ति चेत् तस्य स्थाने आदेशः अपि पदं संज्ञा प्राप्नोति. सम्यक्, उत्तमं. तर्हि अत्र यदि वयं वदामः, भगिनी कृपया म्यूट् करोतु. हा, तर्हि यदि वयं वदामः पिता पुत्रवत् अस्ति इति वयं वदामः चेत् कथं वयं वदामः पिता क्षम्यतां पुत्रः पितृवत् अस्ति इति वदामः चेत् कथं वदामः? केन आधारेण वयं वदामः पुत्रः पितृवत् अस्ति इति? रूपम् अस्ति, स्वभावः अस्ति, प्रवर्तनस्वभावः, समानरूपं रूपम् अस्ति इति. यथा पिता दृश्यते तथा एव पुत्रः अपि दृश्यते. भगिनी प्रतिध्वनिः, भगिनी क्षम्यताम्. पुत्रः पिता यदा यथा अस्ति तथा एव पुत्रः अपि अस्ति, तत्र समानरूपं. यथा पिता सम्भाषणं करोति तथा एव समानरीत्या पुत्रः करोति. अपि च तत्र यथा पिता चलनं करोति तथैव पुत्रः अपि करोति इति. एवं रीत्या पितरि ये ये बहवः धर्माः सन्ति ते धर्माः अपि पुत्रे वर्तन्ते इति कृत्वा पुत्रः पितृवत् भवति इति वयं वदामः. एवम् अत्र तत्र आदेशः स्थानिवद् भवति इति वयं वदामः चेत् कथं वदामः इति चेत् स्थानिनि के के धर्माः सन्ति इति प्रथमतया अवगन्तव्यम् अस्माभिः अवगन्तव्यं. स्थानिनि के के धर्माः सन्ति इति अस्माभिः अवगन्तव्यं. स्थानिनि के के धर्माः भवितुम् अर्हन्ति इति चेत् अत्र अष्टस्थलानि दत्तानि. धातुः, अङ्गं, कृत् प्रत्ययः, तद्धितप्रत्ययः, सुप्रत्ययः, तिङ्प्रत्ययः, अव्ययत्वं, पदत्वम् इति अष्टस्थलानि दत्तानि. स्थानिनि ये ये धर्माः सन्ति इत्युक्ते एते धर्माः सन्ति स्थानिनि: धातुत्वम्, अङ्गत्वं, कृत्प्रत्ययत्वं तदित्तप्रत्ययत्वम् अव्ययत्वं सुप्त्वं तिङ्क्त्वं पदत्वम् इति धर्माः सन्ति. एते धर्माः आदेशे अपि भवन्ति. सामान्यतया एते धर्माः आदेशे अपि भवन्ति. यथा पुत्रः पितृवत् अस्ति तथैव आदेशः स्थानिवत् अस्ति इति वयं सामान्यतया वदामः चेत् एते धर्माः तत्र आदेशे अपि सन्ति इति वयं वक्तुं शक्नुमः. इति सामान्यतया वयं वक्तुं शक्नुमः. इदानीं तस्य अवगमनं कथम् अस्माभिः कर्तव्यं? स्थानिवत् इति वयं वदामः तर्हि तस्य अवगमनं कथं कर्तव्यं? कस्य विषये वयं स्थानिवत् इति वयं वदामः? सर्वदा आदेशे स्थानिवत्त्वम् अस्ति वा न वा इति वयं पश्यामः वा इति चेत् नो चेत् कदा वयं पश्यामः? सामान्यतया बहुत्र स्थानिवत् भवति, स्थानिवत् भावः आवश्यकः भवति बहुत्र, परन्तु तदर्थं वयं कुत्र अस्य महत्त्वं वर्तते इति वयम् अग्रे पश्यामः. तर्हि इदानीम् अग्रे तत्र नीना भगिनी पठतु. अस्तु भगिनि, तर्हि सामान्यतया आदेशः स्थानिवत् भवति. स्थानिवत् भावः कुत्र न भवति? येन एकः स्पष्टविचारः मनसि आगच्छेत् तत्रयः कालाः कल्पनीयाः. प्रथमकाले स्थानी अस्ति, द्वितीयकाले आदेशः अस्ति, तृतीयकाले कश्चन विधिः अस्ति. अस्तु, तत्र पूर्ववाक्ये काशिकायां वाक्ये तत्र दत्तं, तत्र अष्टसु स्थलेषु स्थाने आदेशः स्थानिवत् भवति इति उक्तं तत्र. परन्तु तत्र स्थानिवत् भावः कुत्र न भवति इति अत्र उक्तं तत्र. तत्र अस्मिन् तत्र कालत्रयम् अस्ति इति उक्तं. कालत्रयम् इत्युक्ते प्रथमकाले आदेशः भवति किल, प्रथमकाले स्थाने तत्र आदेशः आगच्छति तस्मिन् न प्रथमकाले केवलं स्थानी अस्ति. प्रथमकाले स्थानी अस्ति, तदनन्तरं स्थानिनः स्थले आदेशः आगच्छति. तादृशमेव द्वितीयकालमस्ति. तदनन्तरं तृतीयकालम् इत्युक्ते यस्य यत्र विधिः अस्ति, तत् विधि आश्रित्य तत् विधिः किं वक्तुम् इच्छामि इति न जानामि. तद्विधिः आदेशः आगच्छति, परन्तु तत्र कस्यचित् नियमः आश्रित्य एव आगच्छति विधिः आदेशः. स्थानिनः स्थानी भवति, तदनन्तरम् आदेशः आगच्छति, परन्तु आदेश गमनं कश्चन विधि न न भगिनि भगिनि, प्रथमकाले स्थानी अस्ति, प्रथमकाले स्थानी अस्ति, तस्य स्थाने द्वितीयकाले आदेशः भवति. इदानीं समाप्तं आदेशः जातः, आदेशः जातः. इदानीं तृतीयकाले कश्चन विधिः आगच्छति. कश्चन विधिः इत्युक्ते तत्र तृतीयकाले वयं चिन्तयामः इदानीम् अस्य सूत्रस्य प्रसक्तिः अस्ति इति वयं चिन्तयामः इति एवं रीत्या स्थितिः अस्ति, एवं रीत्या स्थितिः अस्ति. इदानीम् अग्रे द्रष्टव्यं तत्र किमर्थम् एतादृशकालस्य कल्पना किमर्थम् अस्माभिः क्रियते, कालकल्पना किमर्थं क्रियते इति अग्रे वयं कालम् इत्युक्ते सोपानि वा? सोपानानि, सोपानानि एव. कालः इत्युक्ते तत्र क्रमः अस्ति, क्रमः इत्युक्ते प्रथमक्रमः अस्ति, स्थाने अस्ति, तस्य स्थाने आदेशः अस्ति, तत्र आदेशे ये गुणधर्माः ते धर्माः, स्थानिनि ये गुणधर्माः ते धर्माः आदेशे अपि भवन्ति. इदानीं तृतीयकाले, इदानीं तृतीयकालस्य चिन्तनं कदा भवति इति चेत् यदा तत्र अल्वर्णाश्रितधर्मः यत्र भवति तत्रैव तृतीयकालस्य चिन्तनमस्ति. इदानीम् अष्टस्थलानि यानि अस्माभिः दृष्टानि तत्र तु क्लेशः एव नास्ति. स्थानिनीयधर्माः सन्ति अष्टसु स्थलेषु, ते धर्माः आदेशे अपि भवन्ति, तत्र क्लेशः एव नास्ति. इदानीं तृतीयकालस्य कल्पना किमर्थं क्रियते इति चेत् यदा तृतीयकाले तत्र कश्चन विधिः अस्ति यस्य कार्यार्थं स्थानिनी यः अल्वर्णः अस्ति तम् अल्वर्णम् आश्रित्य इदानीं विधिसूत्रः विधिसूत्रं प्रवर्तनीयं चेत् तदानीमेव अत्र चिन्तनीयं भवति तत्र तृतीयकाले विधिसूत्रं प्रवर्तते वा न वा इति प्रश्नः उदेति. तृतीयकाले यः यत् विधिसूत्रम् अस्ति तस्य प्रवर्तनार्थं कश्चन अल्वर्णः अपेक्षितः अस्ति, सः अल्वर्णः स्थानिनि एव अस्ति, आदेशे नास्ति. तर्हि स्थानिनि यः अल्वर्णः सः अल्वर्णः आदेशे अध्यारोपयितुं शक्यते वा न वा, शक्यते चेत् तदानीं विधिसूत्रं तृतीयकाले प्रवर्तते, न शक्यते चेत् तृतीयकाले विधिसूत्रं न प्रवर्तते इति तद् निर्णयार्थं तृतीयकाले विधिसूत्रस्य चिन्तनम् अस्ति. अस्तु अस्तु, अग्रे पठामि वा? न न, धन्यवादः भगिनी. इदानीम् अग्रे अन्य कोऽपि पठति, तत्र विजयलक्ष्मी भगिनी अग्रे पठतु. आं पठामि भगिनि. विधिः नाम विधिसूत्रस्य कार्यम्. तर्हि अत्र कालत्रयस्य साधनार्थं सूत्रद्वयम् अवश्यम् अपेक्षितम्. प्रथमसूत्रेण स्थानिनः स्थाने कश्चन आदेशः विधीयते. अनेन स्थानी यः आसीत् तस्य च स्थाने अधुना आदेशः आगतः. तदानीं द्वितीयसूत्रेण एकं नूतनं कार्यं विधीयते. इदं नूतनकार्यं तृतीयकाले भवति. अत्र तृतीयकालः विशेषतः अवलोकनीयः. अस्मिन् द्वितीयसूत्रे यानि निमित्तानि अपेक्षितानि तेषु यदि एकमपि कश्चन वर्णः अल् अस्ति यः स्थानिनि आसीत् किन्तु साक्षात् आदेशे नास्ति तर्हि इदं कार्यं भवितुं न अर्हति. यतोहि स च अल् वर्णस्य स्वभावः आदेशे अध्यारोपयितुं न शक्यते. नाम अत्र स्थानिवद्भावः न सम्भवति. सम्भवति एतत् वदामः अल् विधिः. अतः सूत्रम् अस्ति स्थानिवत् आदेशः अनल् विधौ. आदेशः स्थानिवत् भवति किन्तु तादृशः अल् विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति. अत्र तृतीयः कालस्य विषये उक्तमस्ति. तृतीयकाले विधिः अस्ति. विधिः नाम किं? विधिः नाम यत्किमपि कार्यं भवति तद् विधिः. अत्र तृतीयकालस्य साधनार्थं सूत्रद्वयम् अपेक्षितमस्ति. प्रथमसूत्रेण आदेशः विधीयते कश्चन. तृतीयकालसाधनार्थं सूत्रद्वयं न अपेक्षितं, समग्रतया सूत्रद्वयम् अपेक्षितम्. अस्तु, कालत्रयस्य साधनार्थं सूत्रद्वयम् अपेक्षितम्. हा, तावदेव. प्रथमसूत्रेण स्थानिनः स्थाने आदेशः विधीयते, तत्तु प्रथमसूत्रेण भवति. अनन्तरं द्वितीयसूत्रं यदि किमपि नूतनकार्यं ददाति यदि नास्ति तदानीं द्वितीयसूत्रेण नूतनकार्यं विधीयते तत्र नूतनकार्यस्य विषये एव तृतीयः कालः भवति तत्र नूतनकार्यं आदेशरूपेण यः स्थानिनः आगतः अस्ति सः तस्य धर्मः स्थानिवत् भवति परन्तु यदि कार्यं स्थानिनः अल् आश्रितः यदि कार्यं भवति तत्तु अध्यारोपयितुं न शक्यते आदेशस्य उपरि अतः तद् दृष्ट्वा एव कार्यं भवति वा न भवति वा इति वक्तुं शक्यते अतः सूत्रं वदति स्थानिवत् आदेशः अनल् विधौ यदि स्थानिनः स्थाने आदेशरूपेण कश्चन किम् आयाति भगिनि प्रत्ययः अथवा किमपि आयाति तस्य स्थाने तत्तु प्रथमसूत्रेण भवति द्वितीयसूत्रेण यदि अन्यत् किमपि कार्यं विधीयते तत् कार्यं यदि अल्लाश्रितः कार्यं भवति तदा सः कार्यं तत् कार्यं भवितुं न अर्हति परन्तु धर्माश्रितकार्यं भवति चेत् भवितुम् अर्हति तदेव तृतीयकालस्य विधेः अर्थः सम्यक् वा भगिनि समीचीनं समीचीनं परन्तु अत्र उक्तं खलु अस्मिन् द्वितीयसूत्रे यानि निमित्तानि अपेक्षितानि तेषु एकमपि वर्णः कश्चन वर्णः अस्ति तत् तद् सर्वं प्रतिपादयतु एकवारं तदेव मुख्यविषयः अस्ति तदेव मुख्यविषयः अस्मिन् द्वितीयसूत्रे यानि निमित्तानि अपेक्षितानि तेषु यदि एकमपि कश्चन वर्णः अल् अस्ति यः स्थानिनी आसीत् किन्तु साक्षात् आदेशे नास्ति इदानीं स्थानिनः स्थाने यः आदेशः आगतः तत्र द्वितीयः नूतनसूत्रस्य निमित्तानि कानि इति दृष्ट्वा तत्र यदि कोऽपि वर्णाश्रितः कार्यं भवति तद्वर्णं यदि स्थानिनी आसीत् परन्तु आदेशे नास्ति तर्हि तत् कार्यं तु भवितुं नार्हति अतः अल् वर्णस्य यः कार्यम् अस्ति तद् आरोपयितुं न शक्यते यतोहि अल् वर्णस्य स्वभावः तु आदेशस्य उपरि अध्यारोपयितुं न शक्यते अतः तत् कार्यं भवितुं न अर्हति अल् आश्रितः कार्यं भवितुं न अर्हति अतः परन्तु धर्माश्रितः कार्यं यदि किमपि अस्ति स्थानिनः धर्मः सर्वम् आदेशस्य उपरि आरोपितं भवति अतः धर्माश्रितकार्यं भवितुम् अर्हति द्वितीयसूत्रात् अस्तु समीचीनं समीचीनं तर्हि पुनः एकवारं तत्र केवलं दृढीकरणार्थं तत्र विधिः इत्युक्ते विधिसूत्रस्य कार्यं विधिः इत्युक्ते इदानीं कालत्रयम् अस्माभिः कल्पितं तत्र कश्चन स्थानी अस्ति तस्य स्थाने कश्चन आदेशः अस्ति तर्हि स्थानिनी ये धर्माः सन्ति ते धर्माः आदेशे अपि आगच्छन्ति तत्र क्लेशः नास्ति अष्टसु स्थलेषु अङ्गत्वं धातुत्वं प्रत्ययत्वं सर्वम् आगच्छति आदेशे इदानीं तृतीयकाले कश्चन विधिसूत्रम् अस्ति विधिसूत्रम् इत्युक्ते वयं जानीमः विधिसूत्रम् इत्युक्ते तत्र किमपि कार्यं विधीयते तादृशसूत्रं किमपि अस्ति तर्हि तदेव तृतीयकाले अस्ति तृतीयकाले एकं सूत्रमस्ति तर्हि इदानीं सूत्रद्वयमस्ति प्रथमसूत्रेण स्थानिनः स्थाने आदेशः अनन्तरम् इदानीं तत्तु द्वितीयकाले इदानीं तृतीयकाले कश्चन विधिसूत्रमस्ति अथवा किञ्चन विधिसूत्रमस्ति, तर्हि इदानीं वयं किं पश्यामः, विधिसूत्रे किम् अस्ति निमित्तम् इति वयं पश्यामः, विधिसूत्रे निमित्तानि कानि इति वयं पश्यामः, विधिसूत्रे यानि निमित्तानि अपेक्षितानि, तत्र निमित्तं निमित्तेषु वर्णस्य विषये किमपि नास्ति चेत् तानिवत् आदेश अनुविदेशस्य चिन्तनमेव न कार्यं। द्वितीयकाले यत् विधिसूत्रमस्ति तत्र विधिसूत्रस्य निमित्तानि कानि, निमित्तेषु अल्वर्णम् आश्रित्य निमित्तम् अस्ति वा इति द्रष्टव्यम्। यदि अल्वर्णः साक्षात् आदेशे अस्ति तदानीं क्लेशः एव नास्ति, आदेशे साक्षात् अस्ति अतः कार्यं भवति, चिन्ता नास्ति। निमित्तेषु अल्वर्णः अस्ति परन्तु अल्वर्णः साक्षात् आदेशे अस्ति तर्हि क्लेशः एव नास्ति, परन्तु निमित्तेषु अल्वर्णः, यः अल्वर्णः अपेक्षितः अस्ति यथा तत्र जलादिप्रत्यये परे इदं कार्यं भवति इति उदाहरणार्थं, जलादिप्रत्यये परे इदं कार्यं भवति इति उदाहरणार्थं, तर्हि यदि स्थानी प्रत्ययः आसीत् आदेशः अपि प्रत्ययः, इदानीं स्थानी जलादिः आसीत्, इदानीं तृतीयकाले यत् विधिसूत्रमस्ति तत् सूत्रं वदति जलादिप्रत्यये परे किमपि कार्यं भवति इति वदति, इदानीं जलादित्वं स्थानिनी आसीत् आदेशे नास्ति, तर्हि इदानीं प्रश्नः उदेति तृतीयकाले यत् सूत्रमस्ति यद्वदति जलादिप्रत्यये परे इदं कार्यं भवति इति वदति, तर्हि जलादित्वं यद् जलादित्वं स्थानिनी अस्ति तद् आदेशे अध्यारोपयितुं शक्यते वा इति चेत् न शक्यते, यतोहि जलादित्वम् इति अलाश्रितधर्मः अस्ति, तृतीयकाले यद् विधिसूत्रमस्ति तत् सूत्रम् अल्विधिः अस्ति, यतोहि अल्वर्णम् आश्रित्य प्रवर्तते, तादृश अल्वर्णः कुत्र आसीत् इति चेत् स्थानिनी आसीत् न तु आदेशे, यदि अल्वर्णः आदेशे अस्ति जलादित्वम् आदेशे एव अस्ति चेत् क्लेशः एव नास्ति, साक्षात् इति सूत्रं प्रवर्तते, परन्तु यदि अल्वर्णः स्थानिनी आसीत् परन्तु आदेशे नास्ति तर्हि अध्यारोपयितुं न शक्यते, तर्हि इदानीं विधिसूत्रं न प्रवर्तते। तर्हि तत्र किमवगतं, स्थानिवत् आदेशो अनल् विधौ इत्यनेन सूत्रस्य निवारणं भवति, सूत्रस्य निषेधः भवति, अलाश्रितधर्मः अस्ति इति कृत्वा इदानीं तृतीयकाले विधिसूत्रं न प्रवर्तते इति वयं वदामः। तर्हि स्थानिवत् आदेशो इत्यस्य कार्यं निषेधकार्यमपि अस्ति, अलाश्रितविधिः अस्ति चेत् निषेधकार्यमपि अस्ति इति स्मर्तव्यम्। एतदवगतं वा? अत्रैव सर्वमस्ति, इदं परिच्छेदं बहु बहु मुख्यमस्ति, अस्य अवगमनं नास्ति चेत् इदानीं वदन्तु, अग्रे न गच्छामः। अस्य अवगमनम् अस्ति वा न वा इदानीं तत्र शोभाभगिनी वदतु, किमवगतम्? आं भगिनि, तत्र यत्र स्थानी अस्ति अपि च तत्र द्वितीयकाले आदेशः अपि भवति अभवत्, तदनन्तरं तृतीयकाले कश्चन विधिः इदानीं भवनीया, तद्विधिः किं तत्र द्वितीयसूत्रे यानि निमित्तानि अपेक्षितानि तेषु यदि एकमपि कश्चन वर्णः अल् अस्ति, यः स्थानिनी अस्ति आसीत्, अल् वर्ण अल् प्रत्याहारस्थवर्णः स्थानिनी यदि आसीत् किन्तु आदेशे नास्ति, यदि यथा उक्तं झल् इति आदेशे झल् इत्यनेन सूचितः आदेशः अस्ति चेत् स्थानिनी अल्वर्णः आसीत् आदेशे केवलं झल् इति अस्ति इति चेत् तत्र कार्यं भवितुं न अर्हति इति सूचितं। यत् पुनः वदतु विधिसूत्रे किम् उक्तम्? अस्तु, तत्र विधिसूत्रे विधिसूत्रे यदि झल् इति उक्तं चेत् स्थानिनी अल् इति आसीत् चेत् स्थानिनी अल् इति आसीत् इदानीम् आदेशे किम् अस्ति? आदेशे तत्र झल् आश्रित आदेशः अस्ति चेत् इति वा तत्र इत्युक्ते क्लेशः नास्ति, तत्र क्लेशः एव नास्ति, यतोहि झल् इति अल् इति प्रत्याहारे अन्तर्भूतः अस्ति। एकक्षणं, तत्रैव स्थगनं करोतु, भवती तत्र मिश्रणं करोति, अत्र अत्र स्थानिनी अल् इति मा वदतु, अल् इत्युक्ते तत्र अल् इत्येषु कः वर्णः? अल्लिते तत्र सर्वे स्वराः सर्वाणि व्यञ्जनानि भवन्ति न आदेशे सानिनि सर्वे स्वराः सन्ति इति न नास्ति खलु तत्र कश्चन वर्णः अस्ति खलु अन्यतमः वर्णः तेषु अन्यतमः वर्णः इदानीं तत्र जलादित्वम् अस्ति इति चिन्तयतु इदानीं भवती उक्तवती विधिसूत्रे जलादित्वम् अपेक्षितं स्थानिनि जलादित्वम् अस्ति परन्तु आदेशे जलादित्वं नास्ति स्थानिनि जलादित्वम् अस्ति आदेशे जलादित्वं नास्ति विधिसूत्रे जलादित्वम् अपेक्षितं तर्हि विधिसूत्रस्य प्रवर्तनार्थं यदि जलादित्वं यत् स्थानिनि अस्ति तद् आदेशे अध्यारोपयामः तदानीमेव विधिसूत्रं प्रवर्तयितुं शक्यते परन्तु अत्र स्थानिनि यः यत् जलादित्वम् अस्ति तद् आदेशे अध्यारोपयितुं न शक्नुमः इति कृत्वा विधिसूत्रं न प्रवर्तते पूर्वम् अवगतम् इदानीं किञ्चित् भ्रमः अभवत् तत्र इत्युक्ते अलुवर्णेषु एकः भवेत् एव स्थानिनि यदि अस्ति चेत् किन्तु आदेशे आदौ जल् वर्णस्य अपेक्षा अस्ति इति खलु भगिनि निमित्ते तत्र निमित्ते सूत्रं प्रवर्तयितुं विधिसूत्रं प्रवर्तयितुं स्थानिनि यः अल्वर्णः अस्ति सः अल्वर्णः आदेशे अस्ति चेत् प्रवर्तयितुं शक्नुमः परन्तु आदेशे सः वर्णः नास्ति आदेशे सः वर्णः नास्ति तर्हि स्थानिनि यः वर्णः अस्ति सः वर्णः आदेशे अध्यारोपयितुं शक्नुमः वा इति चेत् न शक्नुमः अतः विधिसूत्रं प्रवर्तयितुं न शक्नुमः विधिसूत्रम् अल्विधिः अस्ति इति कृत्वा न प्रवर्तयितुं शक्नुमः भवती उक्तवती आदेशे जलादिवर्णः अस्ति आदेशे जलादिवर्णः अस्ति चेत् क्लेशः एव नास्ति स्थानिवद् भवति अपेक्षा एव नास्ति साक्षात् आदेशे जलादिवर्णः अस्ति इति कृत्वा विधिसूत्रं प्रवर्तते क्लेशः एव नास्ति स्थानिवद्भावः इति क्षेत्रमेव नास्ति तत्र भगिनि केन सूत्रेण वयं जानीमः तत्र आद्यारोपितुं शक्यं वा न वा स्थानिवत् आदेश अनल्विधौ इति सूत्रेण एव स्थानिवत् आदेश अनल्विधौ इति सूत्रं किं वदति स्थानिनि ये धर्माः सन्ति ते धर्माः आदेशे अपि भवन्ति इति वदति परन्तु स्थानिनि अलाश्रितधर्माः ये सन्ति ते धर्माः आदेशे न भवन्ति अतः विधिसूत्रम् अलाश्रितधर्मम् आश्रित्य प्रवर्तते सः अल्वर्णः स्थानिनि अस्ति तर्हि आदेशे नास्ति तर्हि विधिसूत्रं प्रवर्तयितुं न शक्यते यतोहि अलाश्रितधर्मान् अध्यारोपयितुं न शक्नुमः तत्र उदाहरणं बहूनि उदाहरणानि सन्ति इदानीं तत्र वयम् अग्रे पश्यामः इदानीम् अस् अपि च भू इति मया उक्तम् अस् अपि भू अस् धातुः अस् धातौ धातुत्वम् अङ्गत्वं सर्वं भू इत्यत्र आगच्छति परन्तु अस् इत्यत्र यः अजादित्वम् अस्ति सः अजादित्वं भू इति धातौ न आयाति तर्हि इदानीं तृतीयकाले भूयोगः त इति प्रसङ्गे तत्र किमपि सूत्रमस्ति इति चिन्तयतु केवलं हैपोथेटिकल् किमपि सूत्रमस्ति तद्वदति अजादित्वं धातौ अस्ति चेत् एतादृशकार्यं भवति इति वदति इति चिन्तयतु तर्हि इदानीम् अजादित्वं तु स्थानिनि अस्ति अस् धातौ तु अजादित्वम् अस्ति परन्तु भूधातौ अजादित्वं नास्ति तर्हि इदानीम् एकं सूत्रमस्ति यद्वदति अजादित्वम् अस्ति चेत् एतादृशकार्यं भवति इति तृतीयकाले एकं सूत्रमस्ति विधिसूत्रं तर्हि अजादित्वम् अस्दातौ अस्ति तर्हि अस्दातौ यः अजादित्वम् अस्ति तत्र सर्वे धर्माः आगच्छन्ति आदेशे इति उक्त्वा अजादित्वमपि आगच्छति वा इति चेत् न अजादित्वं न आगच्छति यतोहि अलाश्रितधर्मः अस्ति अस्दातौ अस्ति परन्तु भू इत्यत्र न आयाति भू इति आदेशे न आयाति यद्यपि धातुत्वम् अङ्गत्वं सर्वम् आयाति परन्तु अजादित्वं न आयाति अतः तृतीयकाले यद्विधिसूत्रम् अस्ति यत्र अजादित्वम् अपेक्षितम् अस्ति कार्यार्थम् अतः इदानीम् अजादित्वम् अध्यारोपयितुं न शक्नुमः आदेशे इति कृत्वा विधिसूत्रं प्रवर्तयितुं न शक्नुमः विधिसूत्रस्य निषेधः भवति किन्तु तत्र अस्तेर्भूः इत्यनेन एव विधिः अभवत् खलु अस्धातोः तत्तु प्रथमकाले सूत्रमस्ति प्रथमकाले सूत्रम् अस्तु इदानीम् अस् इत्यस्य भू इति अभवत् तदनन्तरं किमपि अन्यत् अस्तु न अस्थिति स्थानी अस्थिति स्थानी भू इति आदेशः भू इति आदेशार्थं तत्र द्वितीयकाले सूत्रं किम् अस्ति अस्तेर्भुः सत्यम् इदानीं तृतीयकाले किमपि सूत्रमस्ति इति चिन्तयतु केवलं हैपोथेटिक् अन्यत् किमपि सूत्रम् अन्यत् किमपि अस्ति इति चिन्तयतु यत्र सूत्रं वदति अजादित्वम् अस्ति अङ्गे अथवा धातौ अजादित्वम् अस्ति चेत् एतादृशकार्यं भवति इति वदति चेत् तादृशसूत्रम् अल्विधिः अस्ति यतोहि अजादित्वं स्थानिनी एव अस्ति आदेशे नास्ति यतोहि भू इति आदेशः अस्ति तत्र अजादित्वं नास्ति इति कृत्वा तृतीयकाले विधिसूत्रं न प्रवर्तते यत्किमपि सूत्रं भवतु नाम अस्तु इत्युक्ते यत्र कुत्रापि स्थानी अस्ति तत्र केनापि सूत्रेण आदेशः भवति तदनन्तरं तत्र इदानीं यत् स्थानी भवति यथा तत्र प्रथमम् अस्थानी आसीत् भू अभवत् इदानीं भू इति स्थानी भवति तत्र स्थाने न भूस्थानी न भवति इत्युक्ते तृतीयकाले विधिसूत्रमस्ति तस्य कृते भूस्थानी भवति इति तत्तु तृतीयकाले इदानीं भू इति स्थानी भवति तत्र आदेशः भवनीयः तदा तत्र यतोहि भू इति पूर्वम् अस् इति आसीत् अस्तिति अजादिः आसीत् इदानीं भू तु अजादिः नास्ति तर्हि तत्र आदेशे आदेशः अल्वर्णनिर्दिष्टः अस्ति चेत् अथवा तत्र किं झल् इति स्वीकरणीय किं तत्र भू इत्यस्य कृते अजादि आदेशः न भवेत् अजादि नियुक्त आदेशः इति वा न भगिनि आदेशः इति पदं तत्र बहुधा भवति प्रयुज्यते एकक्षणं तत्र सावधानतया मम मनसि बहु सम्यक् उदाहरणम् अस्ति वदामि किम् न अत्र बहूनि उदाहरणानि अग्रे सन्ति वयं पश्यामः तत्र हैपोथेटिकलि अवगमनार्थं मया उक्तम् अत्र वास्तविक उदाहरणानि अत्रैव सन्ति तद्वयं पश्यामः अतः बहूनि उदाहरणानि सन्ति अतः इदानीं शोभा भगिनी सम्यक्तया न अवगतं चेत् चिन्ता मास्तु तत्र साक्षात् उदाहरणं वयं पश्यामः भगिनि विधिः इति वदनीयम् आसीत् प्रायशः आदेशः विधिः निमित्तम् अस्ति तत्र अल्वर्णम् अपेक्षितम् अजादित्वम् अपेक्षितं परन्तु भू इति आदेशे अजादि इत्युक्ते मूलस्थानी मूल आदेशः इति वदतु मूलस्थानी मूल आदेशः विधिसूत्रे अपि स्थानी अस्ति आदेशः अस्ति तत्तु अस्ति तत्तु विधिसूत्रस्य स्थानी विधिसूत्रस्य आदेशः इति वक्तव्यम् अस्तु अस्तु केवलं स्थानी आदेशः इति वदति चेत् सर्वेषां भ्रमः भवति मूलस्थानी मूलस्थानी मूलादेशः तदनन्तरं तृतीयकाले विधिसूत्रं विधिसूत्रे तत्र स्थानी अपेक्षितः स्थानी एव मूल आदेशः अस्ति तस्य मूल आदेशस्य स्थाने इदानीम् अन्य आदेशः भवति नूतनादेशः भवति तत्तु अजादित्वम् अपेक्षितं तादृश अजादित्वं मूलस्थानिनी एव अस्ति मूल आदेशे नास्ति इति कृत्वा विधिः न प्रवर्तते अस्तु आं भगिनि तत्र वदने किञ्चित् क्लेशः अभवत् अवगतम् इति अवगतं धन्यवादः तर्हि इदानीम् अग्रे तत्र उषा भगिनी अग्रे पठति वा अत्र विजयलक्ष्मी पश्यामः क्षम्यताम् अत्र विजयलक्ष्मी भगिनी मया किमर्थम् उदाहरणम् आस्तु इति उक्तवती इति चेत् अत्र उदाहरणेषु बहूनि नूतनसूत्राणि भवन्ति तत्तु वयं करपत्रे साक्षात् पश्यामः चेत् अवगमनं भवति यदा वदति चेत् तत्र प्रायः एकम् उदाहरणं पश्यामः आर्धधातुकस्य ईड् बलादेः इति सूत्रेण आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति तर्हि इदं कार्यम् अयं विधिः अवश्यम् अल्विधिः अस्ति अल् आश्रितविधिः यतोहि तस्य निमित्तेषु अल् वर्णः वर्तते आर्धधातुकप्रत्ययस्य आदौ कश्चन वल् प्रत्याहारस्थवर्णः भवेत् इति कृत्वा अल् विधिः. अग्रे अपि पठामि भगिनि. लिख् न तावत् तावत् अस्तु भगिनि. उदाहरणं पश्यामः. आर्द्रधातुकस्य इति आर्द्रधातुकस्य ईड् बलादेः इति सूत्रेण आर्द्रधातुकप्रत्ययः प्रत्ययपरः अस्ति चेत् तस्य प्रत्ययस्य आदौ वल् प्रत्याहारवर्णः अस्ति चेत् तस्य कृते इडागमः भवति इति एकं सूत्रं वदति आर्द्रधातुकस्य ईड् बलादेः. आर्द्रधातुकप्रत्ययः परः भवेत् तस्य वर्णः वल् प्रत्याहारे भवेत् इति. तर्हि इदं कार्यम् अयं विधिः अवश्यम् अल्विधिः अस्ति. आर्द्रधातुकस्य ईड् बलादेः इति सूत्रं विधिकार्यम् अल्विधि आश्रित्य भवति. अल् आश्रितविधिः यतोहि तस्य निमित्तेषु अल्वर्णं वर्तते. आर्द्रधातुकप्रत्ययस्य आदौ कश्चन वल् प्रत्याहारवर्णः भवेत् इति कृत्वा तत् सूत्रम् आर्द्रधातुकस्य ईड् बलादेः इति अल्विधिः इति वयं जानीमः. सम्यक्. अत्र तु स्थानिकः आदेशः कः इति किमपि न उक्तम् अत्र. अत्र एकम् उदाहरणं पश्यामः इति उक्त्वा अत्र आदेशः कः स्थानीकः इति किमपि न उक्तम्. अत्र तृतीयकाले यद् विधिसूत्रं यदि विधिसूत्रम् आर्द्रधातुकस्य ईड् बलादेः इति विधिसूत्रम् अस्ति तर्हि विधिसूत्रे किम् अस्ति निमित्तम् आदौ वल् प्रत्याहारस्थवर्णः भवेत् इति अस्ति. आदौ वल् प्रत्याहारस्थवर्णः भवेत् तर्हि वल् प्रत्याहारः इदानीं स्थानी कश्चन अस्ति तस्य स्थाने कश्चन आदेशः अभवत् तृतीयकाले आर्द्रधातुकस्य ईड् बलादेः इति सूत्रमस्ति. स्थानिनि वलादित्वम् अस्ति आदेशे वलादित्वं नास्ति. मूलादेशे वलादित्वं नास्ति. मूलस्थाने वलादित्वम् अस्ति मूलादेशे वलादित्वं नास्ति. तर्हि आर्द्रधातुकस्य ईड् बलादेः इति सूत्रं प्रवर्तयितुं न शक्नुमः. आर्द्रधातुकस्य ईड् बलादेः इति अल्विधिः अस्ति. तर्हि इदानीं तत्रैव एक्स्टेन्शन् अस्ति. उदाहरणम् अस्तु, भवतेव पठतु उदाहरणं. लिख इति धातु कृते समानकर्तृकयोः पूर्वकाले इत्यनेन त्वा विधीयते. लिक् योगः त्वा इति कृते लिक् योगः त्वा इति इक् त्वा इति स्थिते लिक् योगः त्वा एव अवशिष्यते. अनन्तरम् आर्द्रधातुकस्य ईड् बलादेः इत्यनेन त्वा बलादि आर्द्रधातुकप्रत्ययः अतः तस्य इडागमः भवति आर्द्रधातुकस्य ईड् बलादेः इति सूत्रेण. लिक् योगः ई योगः त्वा इति भवति लिखित्वा इति रूपं सिद्ध्यति त्वान्तरूपम्. अस्तु भगिनि. लिख अस्तु लिख इति धातुः लिख् इति धातुः भवति. अत्र समानकर्तृके पूर्वकालेः इति सूत्रेण त्वाप्रत्ययः आगच्छति. त्वाप्रत्ययः विधीयते लिखयुगः त्वा. अत्र त्वा इक् त्वा इति तकारः त्वा एव प्रत्ययः लिक् योगः त्वा इति भवति. त्वा इति प्रत्ययस्य कृते प्रथमवर्णः तकारः वल्व इड् वलादिप्रत्ययस्य कृते वलादिप्रत्ययस्य अन् उल्लेखः अस्ति तकारः. अतः इडागमः भवति इडागमः विधीयते लिक् इति धातोः कृते. तकारः इड् इडागमः इति इत्यनेन लिक् धातोः कृते प्रत्ययस्य कृते विधीयते. आर्द्रधातुकस्य इड् वलादेः वलादिप्रत्ययस्य कृते विधीयते अचोन्त्याति नकार एनिवे त्वा पूर्वं लिक् योग किं वदति किं पृच्छति किं पृच्छति दट् तकार टकार अण्ड अचोन्ति नो नो नो नो भगिनि आगमस्य कृते ककार टकार अस्ति चेत् आद्य किम् आद्यन्तौ टकितौ आद्यन्तौ टकितौ ओके आद्यन्तौ टकितौ इत्यनेन आदिविधिः त्वा प्रत्ययस्य पूर्वम् इति लिक् योगः ई योगः त्वा लिखित्वा इति रूपं भवति. सम्यक् सम्यक्. तर्हि इदानीं सूर्यकुमारी भगिनी भगिनी वदतु, आर्धधातुकसेड्वलयदेः इति सूत्रम् अल्विधिः वा अनल्विधिः वा? अल्विधि भगिनि. किमर्थम् अल्विधिः? तत्र वलादिप्रत्ययः, वलादि इत्युक्ते वल् प्रत्याहारे के के वर्णाः सन्ति ते अल् अल्विधि अनु अनु अनु अल्विधिः अल्विधेन आगच्छति. अल्विधेन आगच्छति न आर्धधातुकसेड्विलादेः इति सूत्रे अल्वर्णम् आश्रित्य कार्यमस्ति. वलादित्वम् अस्ति चेदेव प्रवर्तते खलु, प्रत्ययः वलादि भवेत्, प्रत्ययः वलादि भवेत्. तर्हि इदानीम् अत्र कश्च इदानीं तत्र प्रत्ययः अस्ति स्वाप्रत्ययः, स्वाप्रत्ययः अस्ति न स्वाप्रत्ययः अस्ति इति चिन्तयतु. स्वाप्रत्ययः स्थानी अस्ति, तस्य स्थाने आदेशः भवति ल्यप्, ल्यब् आदेशः भवति. यदि तत्र उपसर्गपूर्वकः धातुः अस्ति तदानीं स्वाप्रत्ययस्य स्थाने ल्यबादेशः भवति केनचित् सूत्रेण. इदानीं सूत्रस्य चिन्ता नास्ति, केनचित् सूत्रेण आदेशः भवति ल्यबादेशः. तर्हि इदानीम् आर्धधातुकसेड् वलादेः इति तृतीयकाले विधिसूत्रं, तर्हि इदानीं वदतु आर्धधातुकसेड् वलादेः इति सूत्रं प्रवर्तते वा न वा, अपि च आर्धधातुकसेड् वलादेः इति अल्विधिः वा न वा? अर्धधातुकसेड् वलादेः इत्यनेन वल् प्रत्याहारवर्णाः एव विधि भवति, न तु अवल् प्रत्याहारविधि न भवति. यकारः वल् प्रत्याहारे नास्ति चेत् इडागम न भवति. किमर्थम् इत्युक्ते तत्र अल् विधिः विधिः अस्ति, विधिकार्यमस्ति. यप् प्रत्ययः यकारादिः अस्ति वलादिः नास्ति इति कृत्वा आर्धधातुकसेड्वलादेः न प्रवर्तते इति सम्यक्, परन्तु इदानीं स्थानीवद्भावः इति विषयः खलु. स्थानीवद्भावेन आर्धधातुकसेड्वलादेः भवति वा न वा? न भवति. किमर्थम्? सूत्रे अस्ति अनल्विधौ इति कार्येण अल्विधि विहाय स्थानिवद्भावः भवति, न तु अल्विधौ. तर्हि इदानीं किं वक्तव्यं? स्थानिनी कः वर्णः अपेक्ष स्थानिनी कः वर्णः अस्ति वर्णाः सन्ति कः वर्णः वल् वर्णः वल् प्रत्याहारे के के वर्णाः सन्ति अन्यतमः अस्ति चेत् न स्वाप्रत्यये कः वर्णः अस्ति वल् प्रत्याहारः सकारः अस्ति भगिनि सकारः आदि मूल आदेशे वल् वर्णः नास्ति यकारः सकारः खलु यकारः न इदानीं वल् प्रत्याहारे स्थानिनी वल् प्रत्याहारस्य वर्णः कः तकारः तकारः आम् आदेश मूलादेशे तकारः नास्ति यकारः अस्ति यकारस्थाने तकारः न आरोप्यते सम्यक् तत्र वलादित्वं न अध्यारोप्यते तकारत्वं यकारे अध्यारोपयितुं न शक्नुमः इति कृत्वा आर्धधातुकसेड्वलादेः प्रवर्तते वा न वा न प्रवर्तते यतोहि अल्विधिः अस्ति आम् अस्तु सम्यक् समीचीनं तर्हि इदानीं किञ्चित् अग्रे गच्छामः तदेव यद् मया उक्तम् इदानीम् उदाहरणरूपेण तदेव तस्यैव विवरणमस्ति अत्र लक्ष्मीभगिनी पठतु आं भगिनि अधुना अथवा लिखा इत्यस्य वा अधुना अधुना यदि वि उपसर्गपूर्वकं लिख् धातुं स्वीकुर्मः विलिख् समानकर्तृकयोः पूर्वकाले इत्यनेन त्वा प्रत्ययः विधीयते. विलिख् योगत्वा समासे अनञ् पूर्वे त्वा ल्यप् इत्यनेन समासे सति धातोः पूर्वम् उपसर्गः अस्ति चेत् समासः. त्वा स्थाने ल्यप् आदेशः. विलिख् योग ल्यप् विलिख् योग या. अधुना आर्धधातुकस्येड् वलादेः इत्यनेन इडागमः भवति वा? या प्रत्ययः वलादिः नास्ति परन्तु त्वा स्थाने या विहितः किल, अतः स्थानिवत् भावं कृत्वा अयं य प्रत्ययः त्वा इव स्यात्. अस्य निर्णयार्थं द्रष्टव्यं यत् अस्माकं आगम्यनेन विधिसूत्रेण आगम्यमानेन विधिसूत्रेण तादृशः अल् विधिः इष्यते किम्? आर्थधातुकस्येड् वलादेः इत्यनेन अल् विधिः भवति एव. निमित्तम् अस्ति वलादिप्रत्ययः, स च अल् वर्णः तकारः स्थानिनि त्वा इत्यस्मिन् आसीत्, किन्तु आदेशे य इत्यस्मिन् नास्ति. अतः अत्र अल् विधौ कर्तव्ये स्थानिवद्भावः नास्ति. नाम त्वा प्रत्ययस्य वलादित्वं या प्रत्यये आरोपयितुं न शक्यते, अतः इडागमः न भवति. रूपं भवति विलिख्य. अत्र यदुक्तम् एतावता तदेव अत्र उदाहरणरूपेण उक्तमस्ति. विलिख् इत्यत्र समानकर्तृकयोः पूर्वकाले इत्यनेन त्वा प्रत्ययः विधीयते. पुनः वि उपसर्गः अस्ति, अतः समासे अनञ् पूर्वे त्वा ल्यप् इत्यनेन समासे सति त्वा प्रत्ययस्य स्थाने ल्यप् आदेशः भवति. अतः इदानीं विलिक् योग ल्यप् इति स्यात्. सम्पूर्ण त्वा प्रत्ययस्य स्थाने ल्यप् इति आदेशः अस्ति. तर्हि प्रथमकालः अस्ति केवलं विलिक् योग त्वा इति प्रथमकालः अस्ति. द्वितीयकालः प्रथमसूत्रं प्रवर्तते अत्र स्वास्थाने ल्यप् आदेशः. प्रथमकालः प्रथमकालः विलिख्योगः त्वा इति मा वदतु. प्रथमकालः स्थानी अस्ति त्वा. अस्तु, त्वा इति स्थानी अस्ति. इदानीं तस्य आदेशः स्थानिनः स्थाने यः आदेशः ल्यप् इति जातः अस्ति. इदानीम् अर्धधातुकस्येड् बलादेः इत्यनेन इडागमः भवति वा इति प्रश्ने, त्वा इति प्रत्ययः यदा आसीत् तत्र ककारः इत् अस्ति, तकारादिप्रत्ययः अस्ति. अतः अत्र आर्थधातुकस्येड् वलादेः इत्यनेन इडागमः भवति स्म. किन्तु इदानीं ल्यप् आदेशः यथा जातः तर्हि ल्यप् इत्यस्य य इति एव अवशिष्यते. य इति यकारादिप्रत्ययः अस्ति चेत् अर्थधातुकस्येड् वलादेः इत्यनेन इडागमः न भवति, यतोहि वलादिः नास्ति य इति. वलादिप्रत्याहारे यकारं विहाय अन्यानि सर्वाणि व्यञ्जनानि भवेत्. तर्हि अत्र ल्यप् इत्यत्र या इति एव अवशिष्यते. या इति वलादिः नास्ति इति कारणेन अर्थधातुकस्येड् वलादेः इति न प्रवर्तते इति ज्ञायते. तर्हि कथं जानीमः इति चेत् अनेन भगिनेन एव जायते. भगिनि यद्भवती उक्तवती सम्यक्, य इति य वलादिः नास्ति इति कृत्वा आर्धधातुकस्येड् वलादेः न भवति इति तु सर्वैः जानीमः, तत्र क्लेशः नास्ति. परन्तु इदानीं स्थानिवद्भावस्य विषये इतोपि वदतु. तदेव वदन्ति अस्मि भगिनि. अस्तु, स्थानिवतादेशः अनल् विधौ इति सूत्रेणैव इदं कार्यं स्यात्. तर्हि स्थानिवत् स्थानिनः स्थाने यः आदेशः जातः, यकारः य इति प्रत्ययः जातः, सः प्रत्ययः तृतीयकाले यत् सूत्रमस्ति सार्धधातुकस्य वलादेः इति, तत्र वलादि इति उक्तत्वात् अल् विधिः अस्ति इति कारणेन अल् विधिः कर्तव्ये स्थानिवद्भावः अत्र न भवति. इत्युक्ते त्वा प्रत्ययस्य वलादित्वम् अस्ति, किन्तु तादृशवलादित्वं याप्रत्यये आरोपितुं न शक्यते इति कारणेन अत्र इडागमः न भवति, केवलं विलिख्य इति एव रूपं स्यात्। इत्युक्ते अत्र इडागमः न भवति विलिख् योगया विलिख्य, अत्र इडागमः भवति चेत् इकारः श्रूयते, किन्तु तथा नास्ति इति कारणेन स्थानिवतादेशो अनल्विधौ इति सूत्रेण एव वलादित्वं यकाय इति प्रत्यये न भवति इति कारणेन इडागमः अपि न भवति, विलिख्य इति रूपमेव स्यात्। सम्यक् सम्यक्, बहु सम्यक्, समीचीनं। सर्वैः बुद्धं वा यदत्र उक्तम्? उमा भगिनी अवगतं वा? अस्तु अस्तु, सम्यक्। तर्हि इदानीं सरस्वती भगिनी अत्र पुनः एकवारं वदतु, कालत्रयं प्रतिपादयतु। प्रथमकाले किम् अस्ति स्थानि, द्वितीयकाले किम् अस्ति प्रथम, द्वितीयकाले सूत्रं किम् अस्ति, तृतीयकाले विधिसूत्रं किम् अस्ति, तत्र निमित्तानि कानि इति एकवारं वदतु। अस्ति वा सरस्वती भगिनी? भगिनी एव गतवती। तर्हि विजयलक्ष्मी भगिनी वदतु। वदामि भगिनि, अत्र लिखित्वा विलिख्य तस्य उदाहरणं स्वीकृत्य वदामि वा भगिनि? विलिख्य इति उदाहरणं स्वीकृत्य, अत्र प्रथमकाले विलिख् इति अङ्गमस्ति, तस्य त्वा प्रत्ययः विधीयते केन सूत्रेण? लिक् अङ्गमस्ति, लिक् इति अङ्गमस्ति, लिक् इति अङ्गमस्ति तस्य। भगिनी तत् सूत्रं सर्वं कुत्र गतम्? अहं न जानामि। समानकर्तृकयोः समानकर्तृकयोः पूर्वकाले, अत्र लिख् इति अङ्गमस्ति, लिख् अङ्गस्य वि इति किमस्ति? लिख् योगः त्वा, लिख् योगः त्वा इति समानकर्तृकयोः पूर्वकाले इति सूत्रेण त्वा प्रत्ययः विधीयते। अत्र लिख् योगः त्वा इति स्थिते त्वा प्रत्ययः वलादि अस्ति, अतः आर्धधातुकस्येड् वलादेः इति सूत्रेण इडागमः विधीयते। अतः लिख् योगः इडाग इ योगः त्वा इति स्थिते लिखित्वा इति रूपं सिद्ध्यति। परन्तु यदि लिख् धातोः पूर्वं वि इति उपसर्गः भवति तदा किं भवति? विलिख् योगः त्वा इति समानकर्तृकयोः पूर्वकाले इति सूत्रेण विधीयते। अनन्तरं समासे अनै पूर्वे त्वो ल्यप् इत्यनेन त्वा स्थाने ल्यप् इति आदेशः विधीयते। विलिख् योगः ल्यप् इति भवति, विलिख् योगः त्वा इत्यस्य स्थाने। इदानीम् आर्धधातुकस्येड् वलादेः इति सूत्रस्य अत्र कार्यं विधीयते वा इति प्रश्ने सति, त्वा प्रत्यये सकारः आदौ अस्ति, अतः तद् सकारः वलादिप्रत्यये अन्यतमः इति कृत्वा सूत्रस्य प्रवृत्तिः आसीत्। परन्तु इदानीं ल्यप् प्रत्ययः त्वा प्रत्ययस्य स्थाने ल्यप् इति प्रत्ययः आगतः अस्ति, ल्यप् प्रत्यये यकारः इति वर्णः एव अवशिष्यते, वर्णः न य इति अवशिष्यते, य इति इत्यस्य आदौ यकारः यद् अस्ति तत्तु वल् प्रत्याहारे नास्ति, अतः आर्धधातुकस्य वलादेः इति सूत्रस्य अत्र प्रसक्तिः नास्ति, यतोहि त्वा प्रत्ययः प्रत्ययस्य प्रत्ययत्वम् आरोपयितुं शक्यते, परन्तु अलाश्रित किं धर्मः आरोपयितुं न शक्यते. स्थानिवत् आदेशो अनल् विदौ इति सूत्रेण तद् निषिध्यते, अतः विलिख्योगः य इति एव भवति. आर्धधातुकस्य सेड् बलादेः इत्यनेन इडागमो न भवति, अतः विलिख्य इति एव रूपं सिद्ध्यति. समीचीनं भगिनि. अत्र प्रथमकालं किं प्रथमकालः स्थानी कः, द्वितीयकाले आदेशः कः, द्वितीयकाले सूत्रं किं, तृतीयकाले विधिसूत्रं किम् इति तद्वदतु. प्रथमकाले विलिख् योगः त्वा इति समानकर्तृकयोः पूर्वकाले इति सूत्रेण न विलिख् योगः त्वा इति प्रथमकाले अस्ति. हा समानकर्तृकयोः पूर्वकाले आवश्यकता नास्ति. प्रथमकाले स्थानीकः तावदेव, प्रथमकाले यत्किमपि सूत्रं भवतु स्थानीकः. प्रथमकाले स्थानीत्वा इति अस्ति. त्वा इत्यत्र ककारः लोपः, केवलं त्वा इति एव अवशिष्यते. द्वितीयकाले समासे नञ् पूर्वे त्वो ल्यप् इति सूत्रेण त्वा स्थाने ल्यप् इति आदेशः विधीयते. तृतीयकाले यतोहि त्वा इत्यत्र वलादिप्रत्ययः आदौ अस्ति, सोरि वलादिप्रत्याहारे तृतीयकाले विधिसूत्रं किम्, आर्धधातुकस्य एड् वलादेः इति सूत्रं. तृतीयकाले विधिसूत्रम् आर्धधातुकस्य एड् वलादेः. इदानीं स्थानिवद्भावस्य चिन्तनं किमर्थं क्रियते? यतोहि पूर्वं यद् प्रत्ययः आसीत् त्वा, तत्र ये ये वर्णाः आसन् ते वर्णाः इदानीं ल्यप् प्रत्यये न सन्ति, अतः आर्धधातुकस्य वलादेः इति सूत्रं तु वर्णाश्रित अस्ति, कलाश्रित अस्ति. अत्र स्थानिवत् आदेशो अनल् विधौ इति सूत्रस्य चिन्तनं भवति, यतोहि अलाश्रितकार्यम् अस्ति इति कृत्वा. सम्यक् सम्यक्. इत्युक्ते स्थानिवत् आदेशो अनल् विधौ इत्यत्र वलादिप्रत्ययः अपेक्षितः, तर्हि वलादिप्रत्ययः साक्षात् आदेशे नास्ति. वलादित्वं य इति वदामः चेत् वलादित्वं नास्ति, अतः साक्षात् आदेशम् आश्रित्य आर्धधातुकसेड्वलादेः न प्रवर्तयितुं शक्यते. तर्हि इदानीं चिन्तनमस्ति स्थानिवद्भावेन वलादित्वं प्राप्तुं शक्यते वा इति प्रश्नः, यतोहि स्थानिनि वलादित्वम् अस्ति, यतोहि त्वा इत्यत्र तकारः वलादित्वं, तर्हि तादृशवलादित्वम् आदेशे अध्यारोपयितुं शक्नुमः वा? शक्नुमः चेत् आर्धधातुकसेड्वलादेः इति प्रवर्तयितुं शक्नुमः, परन्तु वलादित्वम् अलाश्रितधर्मः इति कृत्वा अध्यारोपयितुं न शक्नुमः, आदेशे अध्यारोपयितुं न शक्नुमः इति कृत्वा विधिसूत्रं न प्रवर्तते, विधिसूत्रस्य निषेधः भवति, आर्धधातुकसेद्वलादेः इत्यस्य निषेधः भवति. अवगतम्? किञ्चित् तत्र पुनः एकवारं सर्वम् एकवारं सावधानतया पुनः एकवारं पठन्तु. अत्र बहूनां स्थानिवत् आदेशो अनल्विधौ इत्यस्य भ्रमः भवति, इत्युक्ते अत्र यद् पठन्ति तत्सर्वम् अवगच्छन्ति, परन्तु अग्रे गत्वा यत्र तस्य तत्र किं साक्षात् अभ्यासः भवति तत्र तु न कर्तुं शक्नुवन्ति, भ्रमः एव भवति. अतः तत्र कालत्रयस्य चिन्तनं सर्वदा कर्तव्यं, स्थानीकः तत्र स्थाने स्थानिनः विषये सूत्रं किं तत् सर्वं न चिन्तनीयं, स्थानीकः इत्येव प्रश्नः, स्थानीकः. तर्हि आदेशः कः, केन सूत्रेण आदेशः, तर्हि तृतीयकाले विधिसूत्रं किं, तत्र निमित्तं किं, तत्र निमित्तेषु तत्र किमपि स्थानिनी अस्ति वा यद् आदेशे नास्ति, तर्हि अध्यारोपयितुं शक्नुमः वा न वा, इति एवं रीत्या तत्र चिन्तयामः चेत् सर्वत्र क्लेशः न भवति. स्थानिकः आदेशः कः, तृतीयकालः कः. अस्तु, तर्हि पुनः पठन्तु एकवारं, पठित्वा आगच्छन्तु अग्रिमसप्ताहे. तर्हि धन्यवादः, नमस्कारः. धन्यवादः धन्यवादः धन्यवादः भगिनी, नमस्कारः. धन्यवादः भगिनी, नमस्कारः.